अस्तु, तर्हि अस्माकं विषयः प्रवर्तमानः आसीत् तत्र ईसुन् इष्ठन् इति द्वौ प्रत्ययौ। अत्र च अध्ययनार्थं ज्ञानार्थं बहु किमपि अस्ति इति कृत्वा मया चिन्तितमासीत् यत् किञ्चित् लेखनीयमस्ति स्पष्टीकरणार्थं, यतोहि कुत्रचित् इत्युक्ते एकं सामान्यनियमः अस्ति, यत् सामान्यमस्ति तत्तु अस्माभिः अवश्यम् आरम्भे एव ज्ञातव्यमस्ति, यतोहि यत् सामान्यमस्ति तत्र सर्वेषां कृते अस्ति, तत्तु तस्मिन् सौकर्यमस्ति। सामान्यम् अस्माभिः ज्ञायते चेत् सर्वं सुलभं भवति अस्मिन् विषये। अनन्तरं विशेषः, तर्हि सामान्यमस्ति विशेषः अपि अस्ति, तर्हि प्रथमतया सामान्यं किं नाम किं सुलभमस्ति तत्तु द्रष्टव्यमस्ति, अनन्तरं विशेषः कः, यत्र प्रकृत्यादेशः इत्यादिकं भवति। अस्तु, तर्हि लक्ष्मीभगिनी कृपया। इयसुन् इष्टन् इति तुलनात्मकप्रत्ययौ, अतिशयार्थे चत्वारः प्रसिद्धप्रत्ययाः सरप्रथम इयसुन् इष्टन् च, यत्र द्वयोः समूहयोः अन्यतमः स्वीक्रियते तत्र सरप् च इयसुन् च उपयुज्यते, यत्र तदधिकेषु समूहेषु अन्यतमः स्वीक्रियते तत्र तमप् इष्ठञ्च उपयुज्यते। प्रश्नः उदेति यत् तरप् इयसुन् च अनयोर्मध्ये किमपि पार्थक्यं वर्तते किं, तथैव तमप् इष्ठञ्च इति अनयोर्मध्ये किमपि पार्थक्यमस्ति किम्। अत्र वक्तव्यं यत् अर्थदृष्ट्या यद्यपि भेदो नास्ति तथापि प्रयोगक्षेत्रे भेदः तु अस्ति। प्रथमतया अर्थः तमप् इष्टन् इत्यनयोर्विधायकसूत्रमस्ति, अतिशायने तमभिष्ठनौ, एवमेव तरप् इयसुन् इत्यनयोर्विधायकसूत्रमस्ति, द्विवचन विभज्योपपदे तरबीयसुनौ, अनेन चतुर्णामपि प्रत्ययानाम् अतिशयार्थो भवति। अत्र वयम् अत्र गीतारप्रवेशपुस्तके पठितवन्तः चत्वारः प्रसिद्धप्रत्ययाः सन्ति अतिशयार्थं दर्शयितुं, तरप् तमप् इयसुन् अपि च इष्टन्। परन्तु अत्र द्वयो केवलं समूहद्वयमस्ति चेत् तत्र तयोर्मध्ये एकस्मिन् अतिशयं दर्शयितुं तरप् प्रत्ययः अपि च इयसुन् प्रत्ययः द्वयोः उपयोगं कुर्मः। बहुषु एकस्मिन् अतिशयं दर्शयितुं तम अथवा इष्टन् प्रत्ययं योजयामः, परन्तु अत्र तरप् इयसुन् तयोर्मध्ये भेदः अस्ति वा इति चिन्तनं कर्तव्यं। तथा एव तमप् अपि च इष्टन् प्रत्ययोः मध्ये भेदः अस्ति वा इति चिन्तनं कुर्मः चेत् अत्र अर्थदृष्ट्या यद्यपि भेदः नास्ति परन्तु प्रयोगक्षेत्रे भेदः अस्ति इति अत्र उक्तमस्ति। तमप् अपि च इष्टन् प्रत्ययोः विधायकसूत्रमस्ति अतिशायने तमभिष्ठनौ, तथा एव अष्टाध्याय्यां तरप् इयसुन् प्रत्ययोः विधायकसूत्रं द्विवचनविभक्त्योपपदे तरबीयसुनौ। अहं चिन्तयामि अत्र तयोर्मध्ये प्रयोगक्षेत्रे भेदः अस्ति इति उक्तमस्ति, तत् किम् इति अत्र अस्मिन् करपत्रे। बहु सम्यक् अस्ति, तर्हि विधायकसूत्रम् समानमस्ति इति कृत्वा अर्थः समानः अस्ति द्वयोः, तत्र अर्थभेदः नास्ति। तत्र तरप् तमप् इष्ठन् इत्यनयोः विधायकसूत्रं समानमस्ति इति कृत्वा अतिशायने इत्युक्तमस्ति. तथैव तरप् यसुन् इत्यनयोः एकमेव विधायकसूत्रमिति कृत्वा तत्र अतिशायने तत्रापि आगच्छति इति कृत्वा चतुर्णाम् अर्थः समानः. अस्तु, किन्तु अग्रे सुब्रह्मण्यमहोदय किमस्ति महोदय? किं पार्थक्यं इत्युक्ते अर्थं किं? पृथक् इत्यस्य भावः पार्थक्यम् इति भेदः इति अर्थः. भेदः इति अस्मिन् अर्थे पार्थक्यम्. पृथक् इत्यस्मात्. अस्तु, सुब्रह्मण्यमहोदय. किन्तु आं महोदय, किन्तु प्रयोगक्षेत्रे एकं सूत्रं वर्तते, अजादिगुणवचनादेव. चतुर्षु प्रत्ययेषु यौ द्वौ प्रत्ययौ अजादि, तयोः अनेन सूत्रेण प्रयोगक्षेत्रं सीमितम्. संस्कृतभाषायां सरलरीत्या सुबन्तपदानां त्रैविध्यं, द्रव्यवाचकानि, गुणवाचकानि, क्रियावाचकानि च. तरप् तमप् इति द्वौ प्रत्ययौ त्रिभ्यः अपि प्रकारेभ्यः विधीयेते, परन्तु यसुन् तिष्ठन् इति द्वौ प्रत्ययौ अजादी, तदर्थम् अजादिगुणवचनादेव इति सूत्रेण द्वावपि केवलं गुणवाचिभ्यः पदेभ्यः विधीयते, न तु द्रव्यवाचिभ्यः क्रियावाचिभ्यः वा. अतः लघीयान् लघिष्ठः इति एते द्वे भवतः. एवमेव पटीयान् पटिष्ठः इति एते द्वे पदे भवतः. लघुशब्दः अपि पटुशब्दः अपि गुणवाचकः. अत्र इदानीं पूर्वमेव वयं दृष्टवन्तः, अत्र अर्थभेदः तु नास्ति, परन्तु प्रयोगक्षेत्रे कश्चन भेदः वर्तते इति. तद् अस्मिन् पदच्छेदे दत्तमस्ति. अत्र अष्टाध्याय्याम् एकं सूत्रमस्ति, अजादिगुणवचनादेव इति सूत्रम्. अत्र तस्मात् पूर्वम् अत्र सुबन्तपदानाम् अत्र त्रैविध्यमस्ति, इत्युक्ते अत्र द्रव्यवाचकसुबन्तपदानि, गुणवाचकपदानि अपि च क्रियावाचकपदानि. अत्र दत्तमस्ति तरप् अपि च तमप् द्वयोः प्रयोगः अत्र द्रव्यवाचकपदानां कृते, गुणवाचकपदानां कृते अपि च क्रियावाचकपदानां कृते भवतः भवति. परन्तु यत्र यसुन् अपि च इष्ठन् एतौ द्वौ प्रत्ययौ तयोः प्रयोगः कुत्र भवति इत्युक्ते, इदानीम् अत्र अजादिगुणवचनादेव इत्यनेन सूत्रेण वयं ज्ञातुं शक्नुमः. अत्र तत्सूत्रं वदति गुणवचनपदानां विषये, अत्र यत्र अतिशायार्थे प्रयोगः अस्ति, तदानीम् अजादिप्रत्ययौ एव प्रयोगः भवति इति. इत्युक्ते अत्र इयसुम् अपि च इष्ठन् द्वयोः अपि उपयोगः कुत्र भवति इत्युक्ते, यत्र तुलना भवति गुणवाचकपदम् उपयुज्य. अत्र दृष्टान्तद्वयं दत्तमस्ति. एकमस्ति अत्र लघु इति, लघु इति गुणवाचकशब्दः, अतः अत्र विशिष्टतया यसून् अपि च तिष्ठन् प्रत्ययद्वयस्य प्रयोगः भवति, तथैव अत्र पटु अपि तादृशमेव. अतः अत्र लघीयान् यत्र द्वयोर्मध्ये तुलना अस्ति, लघिष्ठः बहुषु एकस्य विशिष्टता अस्ति, तादृशमेव अत्र पटुशब्दस्य अपि पटीयान् अपि च पटिष्ठः तादृश प्रयोगक्षेत्रे भेदः अस्ति इति. हा, बहु समीचीनमस्ति. अत्र अत्र केवलं स्पष्टीकरणार्थं यत् अतिशयशब्दः तत्र आकारः नास्ति, सूत्रे आकारः अस्ति. तत्र मया द्रष्टव्यमस्ति, इदानीं समयः नासीत्, किन्तु सामान्यशब्दः लोके यः स शब्दः अतिशयार्थे अतिशयः, सूत्रे अतिशायने इति अस्ति. आर्षप्रयोगः महोदय. किमिति? आर्षप्रयोगः. आर्षप्रयोगः नाम? नाम अत्र पाणिनि तथा प्रयोगं कृतवान्, यद्यपि लोके तथा नास्ति, अत्र तस्य इच्छानुसारं कृतवान्. भवती प्रायः दृष्टवती इति मनसि आसीत्. सम्यक् सम्यक्. अस्तु, अग्रे गच्छामः. तत् लौकिकप्रयोगः अतिशयः इति ज्ञातव्यमस्ति. समीचीनं, तर्हि अग्रे महोदय. अपि च मया श्रुतं तत्र सुबन्धपदानां त्रैविध्यम् इति भवता लिखितं किल, तत्र चातुर्विध्यं भवति इति, जाति गुणकर्म सम्बन्ध इति तादृशं भवति. संज्ञावाचकः न जाति गुणक्रियासम्बन्ध इति इत्येतेषां वाचकां एव सुबन्तपदान् पदानि भवन्ति. सत्यं, तत्तु सत्यमस्ति. भिन्नभिन्नरीत्या अपि चिन्तनविधिः अस्ति अत्र, किन्तु तादृशविभजनम् अस्य कृते नाम तत्र भिन्नभिन्नरीत्या. तत्र भवानपि पाठयति इति खलु, तत्र गुणवाचकशब्दः इत्युक्ते कः न्यायशास्त्रे, तत्रापि भिन्नरीत्या किञ्चित् भिन्नरीत्या प्रदर्शितमस्ति. अत्र अत्र लिखितमस्ति सरलरीत्या, खलु सरलरीत्या स्थूलरीत्या विभजनत्रयं प्रदर्शितमस्ति अस्य सूत्रस्य कृते. किन्तु भवता यद् उक्तं तत्तु सत्यम्. अस्तु महोदय, भवानेव अग्रे. हा, किन्तु अजादी गुणवचनादेव इति सूत्रेण पाचकशब्दात् एतौ द्वौ प्रत्ययौ न विधीयते, यतोहि पाचकशब्दः क्रियावाचकशब्दः न तु गुणवाचकः. यः पचति सः पाचकः इति कृत्वा सः क्रियावान्. तत्र तरप् तमप् च किन्तु भवति पाचकतरः पाचकतमः, द्वयोः मध्ये सम्यक् पाचकः इति पाचकतरः, बहुषु सम्यक् पाचकः इति पाचकतमः. पुनः गुणवाचकशब्दः अस्ति चेदपि तरप् तमप् च भवति पटुतरः पटुतमः. आहत्य इयसून् इष्टन् च गुणवाचिभ्यः एव तरप् तमप् च सर्वेभ्यः अपि भवति इति. इदानीं तत्र अजादिगुणवचनादेव इति सूत्रेण तत्र इयसून् अपि च इष्टन् इति अजादि प्रत्ययौ द्वौ अपि केवलं गुणवाचक पदस्य अनन्तरमेव भवति. इदानीं पाचकः पाचक इति शब्दं स्वीकुर्मश्चेत् यः पाकं करोति सः पाचकः इति, पाकम् इति क्रिया अस्ति इत्यतः तत्र पाचकः इति क्रियावान् भवति. इदानीं पाचकः पाचक इति क्रिया क्रियावाचकशब्दः इत्यतः तत्र तरप्तमप् इति प्रत्ययौ एव भवतः, यथा पाचकतरः पाचकतमः इति. तत्र पाचकतरः इति कदा वदामः, द्वयोः मध्ये सम्यक् पाचकः इति पाचकतरः इति भवति, बहुषु यः सम्यक् पाचकः सः पाचकतमः इति वदामः. अपि च गुणवाचकशब्दानां परे अपि एतौ द्वौ प्रत्ययौ भवतः तरप् तमौ, तरप्तमप् इति. इदानीं तत्र उदाहरणमस्ति पटु इति. पटु इति गुणवाचकशब्दः अस्ति, तत्रापि पटुतरः पटुतमः इति रूपौ रूपे भवतः, रूपे भवतः इति. इत्युक्ते तत्र इयसून् तत्र मुख्यवार्ता किम् इति चेत्, तत्र इयसून् इष्टन् इति प्रत्ययौ केवलं गुणवाचिभ्यः एव भवति, गुणवाचक शब्देभ्यः एव भवति. किन्तु तरप्तमप् इति प्रत्ययौ सर्वेभ्यः पदेभ्यः भवति इति मुख्यवार्ता अस्ति. अस्तु, बहु सम्यक् अस्ति. तर्हि तदेव प्रयोगक्षेत्रभेदः, प्रयोगक्षेत्रपार्थक्यम् इति अस्माभिः बुद्धम्. इदानीं प्रक्रियाविषये किञ्चित् पश्येम. अस्तु, राजेन्द्रमहोदय अग्रे. आम् आं महोदय. सम्प्रति सामान्यव्युत्पत्तये प्रक्रिया प्रदर्श्यते. प्रथमतया टि भागः नाम कः इति ज्ञातव्यः. टि इति एका संज्ञा अस्ति. कस्यापि अंशस्य अन्तिमस्वरस्य अपि च तस्य स्वरस्य अनन्तरं हल वर्णाः अस्ति, वर्णः अस्ति चेत् तर्हि मिलित्वा तयोः टि संज्ञा भवति. यथा राम इति शब्दः, अत्र मकार उत्तर अकारस्य टि संज्ञा, मकार उत्तर अकारस्य टि संज्ञा. तथैव हरिशब्दे इकारस्य टि संज्ञा. मनस् इत्यस्मिन् अस् इत्यस्य टि संज्ञा. अस्तु, इदानीम् अधुना सामान्य कथं तस्य एसन् इष्टन् तरप्तम तस्य कथं प्रयोगं भवति, प्रतीक् व्युत्पत्ति प्रक्रिया का अस्ति, तत्र दर्श यदा यस्मिन् परिचये अग्रे द्रष्टुमः. प्रथमतया अस्माभिः ज्ञातव्यं यत् टि भागः कः अस्ति. टि इति एका संज्ञा अस्ति. कस्यपि अंशस्य अन्तिम यः अन्तिमस्वरः अस्ति, तदनन्तरं कोऽपि हलवर्णः अपि अस्ति चेत् तत् मिलित्वा तयोः टि संज्ञा भवति. उदाहरणतया यथा रामः, रामः इति इति शब्दः, तत्र आकारः मकार उत्तर अकारस्य टि संज्ञा भवति. यथा अकारः तदनन्तरम् ओ अकार क्षमता मकार उत्तर अकारस्य यथा राम शब्दस्य अकारः यः अन्ते अस्ति तस्य टि संज्ञा भवति. तथैव हरिः शब्दे इकारस्य टि संज्ञा भवति. मनस् शब्दः यथा अस्ति तत् अस् अस् इत्यस्य यथा अकारस्य अनन्तरं सकारः अस्ति तत् कारणात् अस् इत्यस्य टि संज्ञा भवति. तथा प्रायशः तस्य मुख्य तत् कोऽपि कार्यमस्ति, तत् कारणात् अस्माभिः ज्ञातव्यं टि भागः नाम कः इति, तत् अस्माभिः ज्ञातव्यं. समीचीनमस्ति. तर्हि स्पष्टं स्यात् तत्र अन्तिमस्वरस्य टि भाग टि संज्ञा भवति, तस्य अन्तिमस्वरस्य अनन्तरं पुनः हल्वर्णः अस्ति चेत् तदपि तस्मिन् समूहे सोपि अन्तर्भूतः भवति. अतः अन्तिमस्वरः द्रष्टव्यः, स च कुत्र तदाधारीकृत्य भागः ज्ञातव्यः. अचोन्त्यादिति इति सूत्रं महोदय. तत्र इदानीम् अत्र अस्माकं कृते तत्र ओहो आमामां सत्यम्, अत्र केवलं सामान्यज्ञानं किन्तु सत्यम्. अस्तु महोदय. अधुना द्रष्टव्यं यत् यस्मात् शब्दात् इयसुन् वा इष्ठन् वा योजयितुम् इच्छामः, स च शब्दः एकाच् वा अनेकाच् वा. यस्मिन् शब्दे एक एव अच् वर्णः विद्यते सः शब्दः एकाच् इति उच्यते. एकः एव अच् यस्य सः एकाच्. अपि च यस्य शब्दस्य तदधिकाः स्वराः सः तु अनेकाच्. एतत् किमर्थं ज्ञातव्यम् इति चेत् तेः इति सूत्रेण शब्दः अनेकाच् अस्ति चेत् तस्य टि भागस्य लोपः भवति इयसुञ्च इष्ठञ्च प्रत्यये परे. शब्दः एकाच् अस्ति चेत् प्रकृत्यैकाच् इति सूत्रेण प्रकृतेः नाम मूलशब्दस्य टि भागलोपो न भवति इयसुञ्च इष्ठञ्च प्रत्यये परे. अत्र प्रक्रिया उत्पत्तिप्रक्रियायाः अनन्तरं किं भवति अत्र दत्तमस्ति. वयं दृष्टवन्तः टि संज्ञा इति किम्. अनन्तरं यत् वयं इयसुन् अथवा इष्टन् प्रत्ययोजयामः इच्छामः चेत् योजयितुम् इच्छामः चेत् तत्र शब्दः एकाच् अस्ति वा अनेकाच् अस्ति इति प्रथमं द्रष्टव्यम्. अत्र एकाच् अपि च अनेकाच् इत्युक्ते किं, तर्हि तत्र एकः एव वर्णः अस्ति चेत् तत्र शब्दे तत्तु एकाच् इति उच्यते. अपि च तत्र तदधिकाः स्वराः अस्ति चेत् अनेकाच् इति वयं वक्तुं शक्नुमः. अत्र अनेकाच् अपि च एकाच् इति किमर्थं ज्ञातव्यं, तर्हि तत्र एकं सूत्रमस्ति तेः इति सूत्रं. तत् सूत्रं वदति यत् शब्दः अनेकाच् अस्ति चेत् तस्य टि भागस्य लोपः भवति यदि अनन्तरं यसुम् अपि च इष्ठन् प्रत्ययः आगच्छति चेत्. अनन्तरं प्रकृत्यैकाच् इति एकम् अन्यसूत्रमस्ति. तत् वदति यत् प्रकृतेः इत्युक्ते मूलशब्दे मूलशब्दानन्तरं यदि इयसुन् अपि च इष्ठन् प्रत्ययः आगच्छति चेत् तत्र टि भागस्य लोपो न भवति इति एकं सूत्रमस्ति. तत्र द्वयोः सूत्रयोः प्रयोगं कृत्वा तत्र कर्तुम् इच्छामि चेत् तत्र एकाच् वा अनेकाच् अस्ति वा इति वयं ज्ञातवान् इति अत्र दत्तमस्ति. हा, तर्हि द्वयोः सूत्रयोः भेदः कः नाम, कुत्र लोपः भवति? द्वयोः सूत्रयोः मध्ये समानार्थं स्थितिः यत् अस्ति इयसुम् अपि च इष्ठन् प्रत्ययः परे अस्ति. परन्तु यदि तेः सूत्रे तेः इति सूत्रं वदति यत् शब्दः अनेकाच् अस्ति चेत् तत्र टि भागस्य लोपः भवति, परन्तु प्रकृत्यैकाच् इति सूत्रं वदति यत् मूलशब्दे टि भागस्य लोपः न भवति इति तत्र भेदः अस्ति. इति फलितार्थः अस्ति. तेः इति सामान्यसूत्रमस्ति, तत्र अनेकाच् इति प्रायः न उक्तमस्ति, सामान्यम् उक्तमस्ति. किन्तु प्रकृत्यैकाच् इति अस्य वदनेन अस्माभिः ज्ञायते यत् अस्तु, अनेकाच् अस्ति चेदेव लोपः भवति इति अस्ति. समीचीनम्, अस्तु. तर्हि अत्र बालसुब्रह्मण्यं तत्र अग्रे पठति वा महोदय? अस्ति, अस्मि महोदय, क्षम्यता. प्रकृतिः अनेका चेत् लघु योग ईयसुन् तेः इत्यनेन टीभागलोपः, लघ् योग ईयसुन् लघीयसुन् लघीयान् इति रूपम्. लघीयस् इति भवेत् इत्युक्ते उदाहरणरूपेण उपर्युक्तं प्रदर्शितः लघु लोग शब्दः योग ईयसुन् प्रत्ययः तेः इति सूत्रप्रकारं तेः इत्यनेन टीभागलोपः, तस्मात् लघु इति शब्दे इकारः लोपः, लघ् योग ईयसुन् लघीयसुन् इति रूपम्. लघीयस् इति प्रातिपदिकमस्ति, लघीयस् प्रातिपदिकं लघीयस् इति. हा, पुल्लिङ्गे एकवचने लघीयान् इति भवति, लघीयान् पुल्लिङ्गे एकवचनं. तर्हि टि भागः कः अत्र? अत्र इकारः, इकारः लोपः. कस्य लोपः? उकारस्य उकार क्षम्यताम् उकारः लोपः उकारः अन्तिम अत्र कति स्वराः सन्ति अत्र स्वराः अकारः उकारः स्वरद्वयं स्तः तत्र अतः अनेका च अस्ति खलु शब्दः अनेका च तदर्थं तदर्थं तेः इति सूत्रेण त्रिभागः लोपः भवति हा अस्तु समीचीनं तत्र अग्रिमं करोतु अग्रिमं लघु योग इष्ठन् अत्रापि अनेकाच् इति कारणात् तेः इति सूत्रेण टि भागलोपः अत्रापि टि भागः उकारवर्णः लोपः लघ् योग इष्ठन् लघिष्ठः इति रूपम् बहु समीचीनमस्ति इति स्पष्टं स्यात् अनेकात् शब्दः अस्ति इति कृत्वा तेः इति सूत्रेण तत्र टि भागस्य लोपः उकारस्य लोपः अस्तु जगन्नाथमहोदय अग्रे एवमेव पटुः मधु पटु मधु बल सर्वत्र टि भागस्य लोपः पटीयान् मधीयान् बलीयान् इति प्रकृतिः एका चेत् न न किमस्ति अत्र अत्र प्रदर्शयतु किम् अवगच्छति पटु भवति इति तत्र अकार उकार द्वे स्तः द्वे स्वरौ स्तः द्वौ स्तरौ स्तः तत्र टि भागः तस्य तदर्थम् उकारलोप भवति टि भागस्य लोप भवति इयस्मून् प्रत्ययः योजयामश्चेत् पटुः उकारस्य लोप भूत्वा इयत् पटीयत् इति प्रातिपदिकं भवति पटीयत् तकारः कुतः प्रत्ययः कः इयसून् इयसून् इन् सकारान्तः अस्ति खलु पटीयस् क्षम्यताम् पटीयस् इति पुल्लिङ्गरूपं पटीयान् इति भवति मधु शब्द नियामश्चेत् अकार उकार अत्रापि तत् अनेकाच् भवति तर्हि टि भागस्य लोपः अथवा उकारस्य लोपः भवति मधीयसून् प्रत्ययो योजयित्वा मधीयस् इति भवति पुल्लिङ्गरूपं मधीयान् इति भवति तादृशमेव बल बल अकारो अकारद्वयं भवति तर्हि अकारस्य स्थाने इयसून् प्रत्ययं योजयित्वा बलीयस् इति प्रातिपदिकं भवति बलीयान् इति पुल्लिङ्गरूपम् सत्यं वस्तुतस्तु स्थाने इति नास्ति किन्तु फलतार्थः तथा अस्तु नाम प्रथमतया लोपः भवति अनन्तरं संयोजनं मधीयान् इति स्त्रीलिङ्गे किं भवति नपुंसकलिङ्गे किं भवति भवान् नासीत् गरीयसि इति शब्दः तत्र प्रसिद्धः मधीयसि एवमेव बलीयसि नपुंसकलिङ्गे मधीयस् मनस् शब्दवत् मधीः वा मधीयः मधीयः अस्तु मधीयः बलीयः इति हा अस्तु सम्यक् अस्ति अग्रे सरलाभगिनी अग्रे प्रकृति एका चेत् श्रयोग यसुन् प्रकृत्यैकाच् इति सूत्रेण इत्यनेन टि भागलोपनिषेध श्रयोग इयसून् अकारस्य लोपः भवति क्षमतां श्र इयसून् गुणसन्धि भूत्वा श्रेयस् इति प्रातिपदिकं भवति कारणं कि उकार नकार तस्य लोपः भवति नकारस्य हलन्त्य अनेन उकारस्य उपदेशे अजुनासिकः इति सूत्रेण सो इयस् आगच्छति श्रयोग इयस् भवति श्रेयस् प्रातिपदिकं तदनन्तरं पुल्लिङ्गे एकवचने भवति श्रेयान् स्त्रीलिङ्गे भवति श्रेयसि श्रेयः भवति नपुंसकलिङ्गे तर्हि अत्र किमर्थं टिभागलोपः न जातः टिभाग कारणं कि श्र इति मूलशब्दः अस्ति तत्र केवलम् एकस्वर अस्ति अकार एकाच् तद् श्र भवति एकाच् न तु अनेकाच् सो अतः टेः सूत्रस्य निषेधः भवति अत्र प्रत्येकाच् इति सूत्रेण समीचीनमस्ति अग्रे अग्रे श्रयोग इष्ठन् अत्रापि श्र अकार अस्ति एकाच् अस्ति अत्र अकारस्य निषेधः भवति रूपस्य अकार एकाच् स्वरस्य निषेधः आगच्छति प्रकृति एकाच् इति सूत्रेण श्रयोग इष्ठन् भवति इष्ठन् नकारस्य लोपः भवति श्रयोग इष्ठ अत्र गुणसन्धि भूत्वा श्रेष्ठ इति भवति श्रेष्ठ प्रातिपदकं पुल्लिङ्गे भवति श्रेष्ठः स्त्रीलिङ्गे भवति श्रेष्ठी श्रेष्ठा स्त्रीलिङ्गे नपुंसकलिङ्गे भवति श्रेष्ठत् अस्तु समीचीनमस्ति तर्हि अग्रे अधुना राजीभगिनी अग्रे इति सामान्यचिन्तनं यत्र कोऽपि प्रकृत्यादेशः नास्ति किमपि विशिष्टसूत्रं वा नास्ति इतः अग्रे अनेकानि सूत्राणि सन्ति यैः यस्मिन् शब्दात् ईयसु इष्टञ्च विधीयेते तस्मिन् शब्दे किमपि परिवर्तनम् आनेतव्यम् सामान्यचिन्तनं यत्र प्रकृत्याः आदेशः नास्ति तत्र किमपि विशिष्टसूत्रं कार्यं करोति वा इति प्रथमं चिन्तनीयं तथा अपि तत् सूत्रमपि कार्यं न करोति चेत् अग्रे किं करणीयम् इत्युक्ते अनेकानि सूत्राणि सन्ति तस्मात् यैः यस्मिन् शब्दात् ईयसु इष्टञ्च विधीयते तस्मिन् शब्दे किमपि विशेषः अस्ति वा परिवर्तनं भवति वा इति चिन्तयित्वा भवति चेत् आनेतव्यम् इति वार्ता अस्ति समीचीनमस्ति विद्याभगिनी अग्रे प्रकृति आदेशः प्रशस्यस्य श्रः ज्य च वृद्धस्य च अन्तिकभाडयोर्ने दसादौ सादौ इवाल्पयोः कनन्यतरस्यां विन्तोर्लुक् विन्मतोर्लुक् अत्र प्रकृति आदेशः नाम प्रकृति आदेशः इत्युक्ते अत्र अत्र प्रशस्य इति प्रातिपदिकात् तस्य स्थाने श्र इति आदेशः प्रकृतेः स्थाने आदेशः एवमेव अत्र प्रशस्य इत्यस्य स्थाने ज्य इति आदेशः इति प्रातिपदिकात् प्रशस्य इति प्रातिपदिकस्य स्थाने ज्य इति आदेशः, वृद्ध इति प्रातिपदिकस्य स्थाने ज्य इति आदेशः, अन्तिक इत्यस्य स्थाने नद् इति आदेशः, नद इति आदेशः, बाड इत्यस्य स्थाने साद् इति आदेशः, युवाल्पयोः इत्यनेन तत्र युवन् इति शब्दस्य स्थाने कन् आदेशः विकल्पेन, अथवा अल्प इति शब्दस्य स्थाने अपि कन् आदेशः, विन्मतोर्लुक् इति द्रष्टव्यं, न स्मरामि इदानीं अस्य सर्वस्य लेखनार्थं समयः नासीत्, किन्तु अग्रे भविष्यति. अस्तु, तर्हि इति प्रकृत्यादेशः अस्ति. अस्तु भगिनि, तर्हि अङ्गकार्यम्? अङ्गकार्यं सामान्यं तेः प्रकृत्यै काच् इति सूत्रद्वयं वयं दृष्टवन्तः. विशेषः तुरिष्टेमेयः सु स्थूलदूरयुव ह्रस्व क्षिप्र शुद्राणां यणादिपरं पूर्वस्य च गुणः, प्रियस्थिर स्फिरोरु बहुल गुरु वृद्ध त्रिप्र दीर्घ वृ प्रस्त पर्हि गर्व गर्वश्रित्राद्रागि वृन्दाः. मध्ये किमपि त्यक्तवती वा? वृन्दारकाणां वृन्दारकाणां मम स्क्रीन् मध्ये नास्ति महोदय. वृन्दारकाणाम् अस्तु नास्ति, अहं सेल्फोन् मध्ये पश्यामि अतः. बहुलोपो भूच बहोः इष्टस्य इच्छ ज्यादादीयस्सः रऋतो हलादेर्लघोः विभाषार्जोश्चन्दसि इति तावदेव अस्ति. या नाम बहूनि सूत्राणि इति उक्त्वा तावदेव अस्ति. तत्र प्रकृत्यादेशः अपि च अङ्गकार्यं यावत् प्रदर्शितमस्ति तावदेव अस्ति. तत् जानीमः चेत् इष्ठन् इयसून् इति नियोः कृते यावत् कार्यमस्ति तावत् सर्वं जानीमः. इतः अग्रे किमपि नास्ति. एतेषां सूत्राणाम् अर्थं जानीमः चेत् सर्वमस्ति. अत्र किञ्चित् कानिचन उदाहरणानि दत्तानि सन्ति. तत्र तावत् नाम समयः आसीत् लेखनार्थम् अत्र स्थूलरीत्या द्रष्टुं शक्नुमः किं किम् अस्ति अत्र. तर्हि किं लक्ष्मी भगिनी अग्रे कृपया. स्थूलदूर युव ह्रस्व क्षिप्रक्षुद्राणां यणादिपरं पूर्वस्य च गुणः. अत्र उदाहरणानि दत्तानि. स्थूलयोगः इष्ठन्, स्थो योगः इष्ठ, स्थविष्ठ, स्थविष्ठः, स्थवीयान् इत्युक्ते अत्र अत्र एकं वदामि यत् एतत् यत् प्रदर्शनमस्ति भवती वदिष्यति केवलम् उदाहरणं न, यावत् अस्ति अस्मिन् सूत्रे अत्र सर्वं प्रदर्शितमस्ति यावत् अस्ति. नाम किं किं कस्य शब्दस्य किं परिवर्तनं भवति इति अत्र प्रदर्शितमस्ति. अस्तु वदतु कृपया. अत्र इत्युक्ते अत्र सूत्रे एतानि पदानि दत्तानि इत्युक्ते प्रकृत्यादेशः भवति इत्युक्ते किं तस्य कृते उदाहरणानि. स्थूल इति पदमस्ति, स्थूलयोगः इष्टन्. अत्र स्थूल इत्यस्मिन् स्थाने स्थो आदेशः भवति, अनन्तरं स्थोयोगः इष्टन्. अत्र नकारः हलन्त्यम् इत्यनेन अपगच्छति, अतः इष्ट एव तिष्ठति. वर्णमेलनेन स्थविष्ठ इति प्रातिपदिकम् आगच्छति. तस्मात् अत्र किमस्ति उक्तवती वा सन्धिः? स्थोयोगः इष्ट स्थविष्ठ. अत्र महोदय यान्तवान्तादेशसन्धिः भवति, ओकारस्य स्थाने औ आदेशः भवति, अतः स्थयोगः अवयोगः इष्ठ, अत्र वर्णमेलनं कृत्वा स्थविष्ठ इति भवति, यचो वायावः इत्यनेन यान्तवान्तादेशसन्धिः अपि भवति. प्रातिपदिकं स्थविष्ठ, तस्मात् त्रिषु लिङ्गेषु रूपाणि भवन्ति, स्थविष्ठः, स्थविष्ठा, स्थविष्ठं. तथा एव अत्र इयसुन् प्रत्ययं योजयामश्चेदपि स्थूल इत्यस्मिन् स्थाने स्थो आदेशः भवति, अनन्तरं इयसुन् स्थोयोगः इयसुन् योजयामः, अत्रापि पुनः यान्तवान्तादेशसन्धिः भूत्वा अत्र स्थवि इति रूपमागच्छति. अत्र इयसुन् योजयामः, अत्र स्थवीयस् इति प्रातिपदिकं, स्थवीयान् इति पुंलिङ्गरूपं, स्थवीयसि स्त्रीलिङ्गरूपं, स्थवीयः नपुंसकलिङ्गे भवति. तथा भवती वदति यत् प्रकृति आदेशः अत्र किञ्चित् पृथक् स्थापितमस्ति, यतोहि वस्तुतः तत्र सूत्रसङ्ख्यां दृष्ट्वा षष्ठाध्यायस्य चतुर्थपादे अस्ति इति कृत्वा वस्तुतः प्रकृति आदेशः नास्ति, अपि तु अङ्गकार्यं. वयं सरलरीत्या चिन्तयितुं शक्नुमः, किन्तु अत्र अस्ति भेदः. अत्र जो क्षम्यताम्, अत्र यण तत्र यवर ल इत्यस्मात् यवरल एतेषु शब्देषु यरल वा इति वर्णः अस्ति खलु, सः अपि च तस्य अनन्तरं यावत् अस्ति तस्य लोपः भवति, अपि च तस्मात् पूर्वं यः वर्णः तस्य गुणः भवति इति सूत्रं वदति. यरल वा इति यः वर्णः स च वर्णः, अपि च तदनन्तरं यावत् अस्ति तस्य सर्वस्य लोपः भवति, अपि च तस्मात् प्राक् यः वर्णः अस्ति तस्य गुणः इति सूत्रं सूचयति. बुद्धम् इति कृत्वा वस्तुतः प्रक्रियादेशः नास्ति, अपि तु अङ्गकार्यम्. अस्तु, उच्यतां. तर्हि स्थूल इति अस्मिन् किम् अस्ति, किं जातम्? नाम यण् यण् यण् प्रत्याहारिकः वर्णः लकारः अस्ति खलु, यण् प्रत्याहारे अत्र यावराल, तर्हि अत्र लकारः अस्ति खलु स्थूल इति कृत्वा किं लकारः, अपि च तस्य अनन्तरं यः कोऽपि वर्णः अत्र अकारः, लकार अकारयोः अनेन सूत्रेण लोपः भवति, अपि च लकारात् पूर्वं यः स्वरः अस्ति तस्य गुणः इति कार्यमस्ति. बुद्धं? तदर्थमेव स्थूलस्थाने स्तो भवति, अत्र लकारस्य लकारः न तिष्ठति, अपि च स्थू अत्र गुणकार्यं भूत्वा स्थो भवति, उकारस्य ओकारः भवति. केवलम् अस्माभिः बोध्यं यत् वस्तुतः स्थूल इत्यस्य स्थाने स्थो इति नास्ति, अत्र लकार ल अपि च अनयोः लोपः, तस्मात् पूर्वम् उकारस्य गुणः, स्थितस्य उकारस्य गुणः इति अस्ति स्थो. अस्तु, अग्रिमं करोतु. लकारः कलन्त्यम् इति सूत्रेण लोपः भवति वा? न न न न न अनेन सूत्रेण, अनेनैव सूत्रेण मया सूत्रस्य अर्थः मया उक्तः इदानीं. यण् यण् प्रत्याहारे अनेन सूत्रेण एतेषु शब्देषु यण् प्रत्याहारे विद्यमानः शब्दः वर्णः, अपि च तस्मात् अनन्तरं यावत् अस्ति तस्य सर्वस्य लोपः भवति अनेन सूत्रेण, अपि च अस्मात् यण्वर्णात् प्राक् यः स्वरः अस्ति तस्य गुणः इति, पूर्वस्य च गुणः इति शब्दः अस्ति खलु, यणादिपरं यणादिपदम् इति लिखितमस्ति खलु, यण् प्रत्याहारे यः वर्णः अपि च तत् पदं यावत् अस्ति तस्य सर्वस्य लोपः भवति, अपि च तस्मात् पूर्वं पूर्वस्य च गुणः इति लिखितमस्ति खलु सूत्रे. किम् अस्तु लक्ष्मीभगिनी द्वितीयं करोतु. क्षम्यतां महोदय, तत्र इदानीं तत्र तेः इति सूत्रस्य कार्यं नास्ति. यत्र अस्य सूत्रस्य प्रसक्तिः भवति तत्र तेः इत्यनेन इदानीं स्थूल इति स्वीकुर्मश्चेत् तत्र अकारः अस्ति, तत्र तेः इत्यस्य प्रसक्तिरस्ति. किन्तु लकार अकारद्वयमपि अनेन सूत्रेणैव लोपः लुप्यते. तदर्थं लिखितमस्ति सामान्यमस्ति तेः प्रकृत्यै काच्, किन्तु अत्र विशेषः अस्ति, एतेषां सूत्राणां विशेषः. सत्यमेव, तत् सामान्यमस्ति किन्तु अत्र सर्वं विशेषः अस्ति. एतेषां शब्दानां कृते विशिष्टकार्यमस्ति, सामान्यकार्यं नास्ति. हा हा, समीचीनमेव. लक्ष्मीभगिनी, दूरयोगः इष्टन् दो योगः इष्ट दविष्ट दविष्टः दवीयान्. अत्रापि अनेन सूत्रेण उपरि सूत्रं दत्तमस्ति, अनेन सूत्रेण अत्र रेफः रकारः यण् प्रत्याहारस्थवर्णः, अतः दूर् इति पदात् रेफः अपि च अकारः अपगच्छतः. अनन्तरं ऊकारस्य गुणादेशः भवति, अतः दो भवति. तदर्थं दूर स्थाने दो आगच्छति, अपि च दो योगः इष्ठन् अत्र नकारः अपगच्छति. अनन्तरं अत्र यचोयवायावः इत्यनेन यान्तवान्तादेशसन्धिः भूत्वा ओकारस्य स्थाने औ आदेशः भवति. अनन्तरं दवियोगः इष्ट वर्णमेलनेन दविष्ठ प्रातिपदिकं दविष्ठ, अपि च त्रिषु लिङ्गेषु रूपाणि सम्भवन्ति, दविष्टः दविष्टा दविष्ठं. तथा एव ईयसन् प्रत्ययं योजयामश्चेत् अपि भवति. हा, तदेव कार्यमस्ति दवीयस्. अस्तु, समीचीनमस्ति. सरलाभगिनी अग्रे. युवयोग इष्ठन् अस्ति, अत्र युववकार यान् प्रत्याहारे अस्ति तस्य लोपः भवति, तस्य पूर्वम् उकार अस्ति तस्य गुणः भूत्वा यो भवति, यो योग इष्ठ. अत्र ओकार इकार तयो मध्ये एचो वयाव इति सूत्रेण यान्तवान्तसन्धिः भवति, अब् आदेशः आगच्छति. यविष्ठ भवति, यविष्ठ यविष्ठा यविष्ठत् इति पुल्लिङ्गे नपुंसकलिङ्गे यविष्ठं भवति. आम्, अजन्तशब्दः अस्ति, अजन्त अस्तु यविष्ठं. यदि इयसुन् प्रत्यय योजयामः तत्रापि समान प्रक्रिया भवति. यवीस् प्रातिपदिकं भवति, पुल्लिङ्गे यवीयान्, स्त्रीलिङ्गे यवीयसि, यवीयः इति नपुंसकलिङ्गे भवति. अस्तु, समीचीनम्. अग्रे अग्रे ह्रस्व अस्ति, तत्र वकार यान् प्रत्याहारे अस्ति, वकारस्य लोपः भवति, तस्य पूर्वं स्वरः नास्ति, सकार हलन्तशब्दः अस्ति, तत्र कोऽपि गुणः न भवति, अत्र ह्रस्व इति तिष्ठति. ह्रस्वयोग इष्ट ह्रस्विष्ठ भवति, इयसून् योजित्वा भवति ह्रस्सीयस् इति भवति. सो ह्रस्विष्ठ ह्रस्विष्ठा ह्रस्विष्ठम् इति इष्टप्रत्यये पुल्लिङ्ग स्त्रीलिङ्ग नपुंसक, हसीयान् हसीयसि हसीयः इति नपुंसकलिङ्गे. अत्र इ ऊरि नास्ति इति कृत्वा तत्र गुणः न भवति. अस्तु महोदय, अत्र युव इत्यस्मिन् यकारः अपि यण् वर्णः, तर्हि अत्र यणादिपरम् इत्यनेन सर्वेषां वर्णानां लोपः तथा न भवति. केवलं वा इत्येव अवशिष्यते, ऐ मीन् वा इत्यस्य एव लोपः, यतोहि तस्मात् पूर्वं गुणः भवति इति कृत्वा इति प्रायः. तत्र प्रायः टीकाग्रन्थे किमपि लिखितं स्यात्. सूत्रस्य सूत्रे कुत्रचित् अन्तिमयण् इति उक्तं वा इति न दृश्यते, किन्तु यणादिपरं तत् अवश्यं काचित् चर्चा स्यात्. समीचीनम्. अस्तु महोदय, एकः प्रश्नः अस्ति. पूर्वं वयं सूत्रं दृष्टवन्तः युवाल्पयोः कनन्यतरस्यां, तत्र युव अस्ति वा युवन् अस्ति, कन् आदेशः भवति अत्र युव. तस्य रूपद्वयम् अस्ति खलु, अस्तु इति यावत् स्मरामि, तथा मम विद्याभगिनी तथा आसीत् खलु. युवन् एव अत्र, अत्रापि युवन् एव प्रायः अत्र सूत्रे किमर्थं युव इति दत्तम् इति न जानामि, परन्तु युवन् स्थाने एव कनी अस् खलु. हा हा, किन्तु तस्य रूपद्वयम् अस्ति इति मन्ये सूत्रे. तत्र अन्यतरसाम् इति कनीयस् अथवा यदि युव इच्छन् तत्र आगच्छति, एकस्मिन् यविष्ठ अन्यरूपं कनिष्ठ इति भवति. अस्तु सत्यं. अग्रे रूपद्वयं खलु महोदय, एकस्मिन् पक्षे यवीयस् अथवा कनीयस्. सत्यं सत्यं. मेहनमहोदय, अत्र क्षिप्रयोगः इष्ठन् इति अस्ति, तत्र ऋकारः अस्ति, तत् यण्पत्राहारे अस्ति, अतः ऋकारः अपि च अकारस्य लोपः भवति. तस्य पूर्वं ह्रस्व इकारः अस्ति, तस्य गुणकार्यं भूत्वा एकारः भवति, अतः क्षेप् इति आगच्छति. क्षेपयोगः इष्ठन् तस्मात् नकारस्य हलन्ते इत्यनेन लोपः भूत्वा इष्ठ एव अवशिष्यति, अतः क्षेपयोगः इष्ठ इति आगच्छति. अनन्तरं वर्णमेलनेन क्षेपिष्ठ इति रूपम् आगच्छति. इष्ठन् प्रत्यये क्षेपिष्ठः इति रूपः भवति. तत्र पुल्लिङ्गे क्षेपिष्ठः, क्षेपिष्ठः पुल्लिङ्गे, क्षेपिष्ठा पुल्लिङ्गे, अपि च क्षेपिष्ठन् इति नपुंसकलिङ्गे. इयसिन् प्रत्ययः योजयामः चेत् क्षेपियान्, क्षेपिया, क्षेपियस्, क्षेपियसि, अपि च क्षेपियत्, क्षेपियः इति पुल्लिङ्गनपुंसकलिङ्गे भवति. हा इति अस्ति. अस्तु समीचीनमस्ति महोदय. एकः प्रश्नः, क्षिप्र इति पदे रेपः यन् प्रत्याहारे सन्ति, रेपः तत् सूत्रेण अपगच्छति, परन्तु पकारः अस्ति किल सूत्रमध्ये यनादिपरं पूर्वस्य च गुणः, रेकस्य पूर्वं पकारः अस्ति, विकारः तत्र पूर्वमेव अस्ति किल, कुत्रापि पूर्वस्य च गुणः इत्युक्ते पकारः मध्ये अस्ति किल, चकारः इकारः पकारः, पकारः पूर्वमेव इकारः. अग्रिमम् अग्रिममपि तथैव, अग्रिममपि तथैव अस्ति, पूर्वम् इत्युक्ते यत्र कुत्रापि पूर्वं, यत्र कुत्रापि भवति वा, भवती एव करोतु अग्रिमम्. क्षुद्रयोगः इष्ठन् तत्र क्षुद्रपदे रेपः यन् प्रत्याहारे अस्ति, अतः लोपः भवति, क्षुद् एव अवशिष्टति. क्षुद् पदे उकारः, केवलं रेफस्य लोपः वा, क्षुद्र रेपस्य लोपः, रेपस्य लोपः भूत्वा अकारस्य अपि लोपः भवति. अन्तिमकारः उपदेशजन्मस्य इति सूत्रेण अकारस्य अपि लोपः भवति, क्षुद् इति अवशिष्यते. छुद् इति पदे उकारस्य गुणः भवति यणादिपरं पूर्वस्य च गुणः इति सूत्रेण अतः क्षू स्थाने क्षो भवति क्षुद्रयोग क्षुद् योग इष्ट नियच्छो यवायवः इति सूत्रेण क्षोद् भवति क्षोद्योग इष्ट वर्णमेलेन क्षोदिष्ट इति पदं क्षोदिष्टः प्रातिपदिकं ज्योतिष्ठः ज्योतिष्ठा ज्योतिष्ठम् इति इष्टन् प्रत्यये यदि वयम् ईयसुन् प्रत्ययः योजयामः चेत् क्षोदीयस् इति प्रातिपदिकं भवति क्षोदीयान् क्षोदीयसि क्षोदीयः इति पुल्लिङ्गे स्त्रीलिङ्गे नपुंसकलिङ्गे च. अस्तु, बहु समीचीनमस्ति. अग्रिम दीर्घसूत्रम् अत्र वस्तुतः प्रकृति आदेशः तादृशमस्ति. अत्र यथा यण् परा इत्यादिकं गुणः इति अत्र नास्ति. अत्र प्रकृति आदेशः अस्ति. सुब्रह्मण्यं तत्र पठति वा? आं महोदय, सूत्रमस्ति प्रियस्थिरस्थिरोर्बहुलगुरुवृद्ध तृप्रदीर्घवृन्दारकाणां प्रस्थस्फवर्भिः गर्वर्षि प्रद्राघिवृन्दाः इति. अत्र अनेकानि प्रातिपदिकानि सन्ति. तेषाम् अत्र यथा भवान् उक्तवान् अत्र प्रकृति आदेशः भवति, प्रकृतेः आदेशः. अत्र प्रिय इत्यस्य स्थाने प्र आदेशः, स्थिर इत्यस्य स्थाने स्थ आदेशः, स्फिर इत्यस्य स्थाने स्फ आदेशः, अपि च उरु इत्यस्य स्थाने वर् आदेशः, बहुल इत्यस्य स्थाने बहि इत्यस्य आदेशः. अनुस्वारः अस्ति महि. अत्र बकारे अनुस्वारः अस्ति, महि अस्ति. अनन्तरं वृद्ध इत्यस्य गरि गुरु इत्यस्य गर् अस्ति. वृद्ध इत्यस्य वर्ष अस्ति. तुप्र इत्यस्य अस्ति त्रप्. अपि च दीर्घ इत्यस्य अस्ति द्राघ अस्ति. वृन्दारक इत्यस्य वृन्द इति अस्ति. अत्र प्रकृत्यादेशः प्रथम उदाहरणमस्ति. अत्र प्रिययोगः इष्टन् इदानीं यत् सूत्रं वयं दृष्टवन्तः, अत्र प्रिय इत्यस्य स्थाने इष्ठन् प्रत्ययः परः अस्ति इति भूत्वा प्रिय इत्यस्य आदेशः प्र भवति, प्रयोगः इष्ठ. इदानीमत्र अकारः इकारः गुणः भूत्वा प्रे भवति, प्रेष्ठ इति प्रातिपदिकं. पुल्लिङ्गे प्रेष्ठः, स्त्रीलिङ्गे प्रेष्ठा, नपुंसकलिङ्गे प्रेष्ठम् इति. यदि प्रिययोगः यसुन् कुर्मः तदानीमपि पुनः प्रिय इत्यस्य स्थाने प्र आदेशः, प्रयोगः यसुन्. अत्र पुनः गुणः भूत्वा अकार इकारयोः अत्र प्रे भवति, प्रेयसुन् इति प्रातिपदिकम्. इदानीमत्र प्रेयान् इति पुल्लिङ्गे, प्रेयसी इति स्त्रीलिङ्गे, प्रेयः इति नपुंसकलिङ्गे. अस्तु, बहु समीचीनमस्ति इति अस्ति. अस्तु, द्वितीयम्. आं महोदय, अत्र स्थिर इति अस्ति. पुनः अत्र एतेन सूत्रेण एव अत्र स्थिर इत्यस्य स्थाने स्थ आदेशः भवति. अत्र इष्ठन् अथवा यसुन् प्रत्यययोः एकः प्रत्ययः परः अस्ति चेत् अत्र स्थिरयोगः इष्ठन् स्थ स्थयोगः इष्ठ, पुनः गुणः भूत्वा स्थेष्ठ. त्रिषु लिङ्गेषु अत्र स्थेष्ठः, स्थेष्ठा, स्थेष्ठं. स्थिरयोगः इयसुन्, पुनः स्थिरस्थाने स्थे, क्षम्यतां, स्थिरस्थाने स्थ आदेशः. स्थयोगः इष्ठ, स्थेष्ठ गुणः भूत्वा त्रिषु लिङ्गेषु स्थेष्ठः, स्थेष्ठा, स्थेष्ठं. प्रायः इदानीम् अत्र इयसुन् इति वक्तव्यमासीत्. स्थिरयोगः इयसुन्, अत्र पुनः स्थिरस्थाने स्थ आदेशः. स्थयोगः इयसुन्, अत्र गुणः भूत्वा स्थेयसुन् इति प्रातिपदिकं. त्रिषु लिङ्गेषु स्थेयान्, स्थेयसी, स्थेयः. हा, समीचीनम् इति अस्ति. अस्तु, सुकुमार वदतु अग्रे. हा महोदय, स्थिर योगः इष्टन् इत्यत्र स्थिर इत्यस्य स्थाने स्थ इति आदेशः भवति अनेन सूत्रेण. स्फयोगः इष्ट, तत्र अकारे इकारः अस्ति इति कृत्वा तत्र गुणः भूत्वा स्थे इति रूपं भवति. स्थेष्ट इति प्रातिपदिकं भवति. त्रिषु लिङ्गेषु रूपाणि भवन्ति स्थेष्टः, स्थेष्टा, स्थेष्ठम् इति. पुनः स्फयोगः इयसून् इत्यत्र एवमेव गुणः भूत्वा स्थेयस् इति प्रातिपदिकं भवति. तस्य त्रिषु लिङ्गेषु रूपाणि एवं भवन्ति स्थेयान्, स्थेयसी, स्थेयः इति. अस्तु, बहु समीचीनमस्ति. ओके, उरु योगः इष्टन्, तत्र उरु इत्यस्य स्थाने वर् इति आदेशः भवति. वर्योगः इष्टः, तत्र किमपि कार्यं नास्ति, केवलं वर्णमेलनमेव. वरिष्ठ इति प्रातिपदिकं, तस्य त्रिषु लिङ्गेषु रूपाणि भवन्ति वरिष्ठः, वरिष्ठा, वरिष्ठम्. अपि च वर्योगः इयसून् इत्यत्र वरीयस् इति प्रातिपदिकं भवति. तस्य रूपाणि भवन्ति त्रिषु लिङ्गेषु वरीयान्, वरीयसी, वरीयः इति. अस्तु, बहु समीचीनमस्ति. अपि च अग्रिमम् अपि करोतु कृपया. हा, बहुलयोगः इष्टन् इति, बहुल इत्यस्य स्थाने अनेन सूत्रेण बहि इति आदेशः भवति. बहि योगः इष्ट, इदानीं तत्र एकनिमेषः, तत्र दीर्घः किमर्थम् अत्र इकारः उच्चारणार्थः अस्ति महोदय. इकारः बहि इत्यस्य, सत्यम्. अस्तु अस्तु, धन्यवादः. दीर्घः नास्ति. अस्तु, अत्र तत्र बहि इत्यस्मिन् आदेशे इकारः उच्चारणार्थम् इत्यतः तत् त्यक्तव्यं भवति यदा योजयामः. इदानीं बह् योगः इष्ट, बहिष्ट इति प्रातिपदिकं भवति. अनुस्वारः अपि अस्ति वा? बहिष्ट, बहिष्ट इति रूपाणि भवन्ति त्रिषु लिङ्गेषु बहिष्टः, बहिष्टा, बहिष्टम् इति. एवमेव तत्र बहि योगः इयसून् इत्यत्र बहीयस् इति प्रातिपदिकं भवति. तस्य रूपाणि भवन्ति त्रिषु लिङ्गेषु बहीयान्, बहीयान्, बहीयसि, बहीयः इति. अस्तु, तत्र अनुस्वारः कुत्र उच्चारणीयं महोदय? किञ्चिदिव क्लेशः अनुभूतः मया. बकारोत्तर यः अकारः, तस्य अनन्तरं इत्युक्ते बहीय, बहीयान् इत्येव वक्तव्यं, न तु बहीय. अत्र वस्तुतः अत्र अनुनासिक अकारः अपि च अकारोत्तर अनुस्वारः तत्र भेदः उच्चारणभेदः अस्ति सामान्यतया न कुर्मः किन्तु उच्चारणभेदः अस्ति यतोहि अनुनासिकचिह्नं चन्द्रबिन्दु यत् वदामः हिन्दीभाषायां तत्तु सः तु वर्णः नास्ति वस्तुतः तत् चिह्नं वर्णः नास्ति अकारः एव अनुनासिकः किन्तु अनुस्वारः पृथक्तया वर्णः अस्ति अतः अकारस्य अनुनासिकध्वनिः तत्र नास्ति अकारस्य उच्चारणानन्तरम् एव अनुस्वारः वक्तव्यः ब अतः यद् ब अनन्तरम् अ ब हि एरकम् क्षम्यताम् एतादृशमस्ति अपि च तत् अनुनासिकः अस्ति चेत् साक्षात् अकारः ब इति भेदः अस्ति तत्र हकारस्य पूर्वं वा परं वा अनुनासिकवर्णः वा अनुस्वारः अस्ति चेत् तत्र उच्चारणे तत्र ब्रह्म इति लिखित्वा ब्रह्म इति वदामः किल किमिति हकारस्य पूर्वं वा अनन्तरं वा अनुस्वारः नो चेत् अनुनासिकवर्णः अस्ति चेत् तत्र अनुनासिकवर्णस्य उच्चारणं प्रथमं भवति तदनन्तरमेव हकारस्य इदानीं ब्रह्म इति शब्दमस्ति किल तत्र यदा वयं लिखामः तत्र ब्रह्म प्रथमं हकारं लिखित्वा तदनन्तरं मकारः लिखामः किन्तु उच्चारणसमये ब्रह्म इत्येव उच्चारणं कुर्मः तत्र मकारः प्रथमं श्रूयते मकारः इति वा हा मकारः तत्र अनुनासिकवर्णः मकारः तत्र भिन्नवार्ता अस्ति नितरां सम्पूर्णरीत्या भिन्नवार्ता अस्ति यथा चिह्न तत्र चिह्नशब्दः अस्ति खलु चिह्नं अपि च ब्रह्मशब्दः अपि अस्ति तथा सत्यं अत्र अनुस्वारः पृथक् वार्ता अस्ति किन्तु तत्र काचन परम्परा अस्ति ब्रह्मशब्द यद्यपि मकारस्य लेखनं भवति हकारस्य अनन्तरं पुनः नकारस्य लेखनं चिह्नम् इति अस्ति तत्र चिह्नम् इति अनुक्त्वा चिह्नम् इति परम्परा अस्ति तत्र कुत्रचित् मतभेदः स्यात् किन्तु साधारणपरम्परा तथा अस्ति हकारस्य अनन्तरं मकारः नकारः अथवा तृतीयः अपि अस्ति इति चेत् तत्र एतेषां वर्णानाम् उच्चारणं हकारात् पूर्वं किन्तु अनुस्वारः तथा अनुस्वार प्रथमतया अत्र अनुस्वारः पूर्वं लिखितमस्ति लिखितमेव अस्ति अत्र शब्दक्रमस्य लेखनमत्र भेदः अस्ति खलु तद् भवता यदुक्तं तत्तु अस्ति पृथक् वार्ता किमर्थम् इत्युक्ते अस्माकं गृहे अपि पूर्वं बहिष्टा इति शब्दः बहुवारं यथा अहं युवकः आसीत् बालकः आसीत् तदा कृतं किन्तु न मम पौत्रः पौत्री सर्वम् इदानीम् अस्ति इत्यतः इदानीं युवकः इति वदामश्चेत् गृहे कोलाहलं भवतु तत्र बहिष्टा इति एव मया श्रुतं बहिष्टा इति तादृशं श्रुतं मया तत्र अनुस्वारः हकारस्य अनन्तरमेव श्रुतं किन्तु इति मनसि आसीत् भवति यत्किमपि अहं प्रादेशिकभाषासु इति वा न संस्कृतभाषायाः प्रयोगमेव कृतं तत्र प्रयोगः नाम तत्र का भाषा नाम तत्र शब्दः संस्कृतशब्दः एव संस्कृतभाषायाः शब्दः एव तत्तु सत्यं किन्तु प्रादेशिकभाषासु भिन्नरीत्या उच्चारण अस्ति अस्तु महोदय एवमेव मया पृष्टं हा हा हा सत्यं कस्मिन्नपि क्षेत्रे तादृशभेदः अस्ति अस्तु अग्रे गच्छेम तर्हि किं राजीभगिनी गुरुयोगः इष्ठन् गुरुस्थाने घर् आदेशः भवति गर् योगः इष्ठन् अकारस्य लोपानन्तरम् इष्ट एव अवशिष्यते गर्योग इष्ठ वर्ण वर्णमेलनं भवति गरिष्ठ गरिष्ठः गरिष्ठा गरिष्ठम् ईयसुन् प्रत्याहारः योजयामः चेत् गर्योगः ईयसून् उकार नकारः नकारलोपानन्तरम् ईयस् एव अवशिष्यते गर्योगः ईयस् गरीयस् प्रातिपदिकं गरीयान् गरीयसि गरीयः इति पुल्लिङ्गे स्त्रीलिङ्गे नपुंसकलिङ्गे भवति. हा अस्तु समीचीनमस्ति. अग्रे जगन्नाथमहोदय अग्रे. गुरु वृद्धः यो वृद्ध योग इष्ठन् वृद्ध अत्र तु वर्ष वृ ओ वृद्ध ओ हकार हकार अस्ति तस्य सर्वं तर्हि अकारस्य वृद्ध दकार अनन्तरम् अत्र अत्र कार्यं तादृशं किमपि नास्ति, साक्षात् प्रकृत्यादेशः अस्ति वृद्ध तर्हि तस्य स्थाने तर्हि वर्ष इति आदेशः वर्षयोग इष्ठ वर्ष क्षम्यता वर्ष इति आदेशः वर्ष वर्ष योग इष्ठ भूत्वा वर्षिष्ठ इति भवति. तस्य वर्षिष्ठः वर्ष तादृशमेव वृद्ध वृद्ध योग ईयसून् भूत्वा वर्षीयस् इति भवति. वर्षीयान् वर्षीयसि वर्षीयः इति त्रीणि रूपाणि भवति. अस्तु समीचीनमस्ति. राजेन्द्रमहोदय पूर्वं तत्र तत्र आदेशः अपि आसीत् जय जय जय आदेशः आसीत् पूर्वं पृथक्तया तत्र पृथक् सूत्रमस्ति रूपद्वयमस्ति सत्यम्. अस्तु किञ्चित् भिन्नप्रश्नः मम अस्ति. हिन्दीभाषायां वरिष्ठ इति एतदेव अर्थे ते वदन्ति तस्य वर्षिष्ठ एव वरिष्ठ इति हिन्दीभाषायाम् अभवत्. दृष्ट्वा वदामि तत्र कुतः आगतः इति दृष्ट्वा इदानीं दृष्ट्वा वदामि. तादृशमर्थे तत्र उपरि अस्ति किल महोदय ऊरु इत्यस्य वरिष्ठ इति रूपं भवति. हा हा तदपि तदेव प्रायः वरिष्ठः अस्ति. प्रायः अस्तु धन्यवादः. अस्तु अग्रे राजेन्द्रमायग्रि. आं महोदय अत्र त्रिप्र त्रिप्र योग इष्ठन् अत्र त्रिप्रस्थाने त्रप् आदेशः भवति तत् त्रप् योग इष्ठन् इष्ठन् तत् नकारस्य लोपः भूत्वा तत् त्रप् योग इष्ठ त्रपिष्ठं वर्णमेलमे त्रपिष्ठ भवति तत्र प्रातिपदिकं तत् पुल्लिङ्गे त्रपिष्ठः स्त्रीलिङ्गे त्रपिष्ठा नपुंसकलिङ्गे त्रपिष्ठं रूपं भवति. तावदेव तत्र यथा त्रप् आदेशः भवति प्रकृति आदेशः भवति तद् एस्न् योजयित्वा तत्र तत् नकारस्य लोपः भूत्वा एस् त्रपीयस् त्रपीयस् तत्र भवति तत् प्रातिपदिकं पुल्लिङ्गे त्रपीयान् स्त्रीलिङ्गे त्रपीयसि नपुंसकलिङ्गे त्रपीयः तत् रूपाणि भवन्ति तत्र. अस्तु समीचीनमस्ति. बालसुब्रह्मण्यं वदतु अग्रे. दीर्घ दीर्घ इति शब्दस्य प्रकृत्यादेशः द्राग् इति अनन्तरम् इष्टन् प्रत्ययः हलन्तीम् इति सूत्रनकारलोपः इष्ट द्राग्योग इष्ट द्राग्ष्ट इति प्रातिपदिकं तस्मात् लिङ्गानि द्राग्ष्टः द्राग्ष्टा द्रागिष्ठन् इत्यादि. तदनन्तरम् इयस् प्रत्ययः योजनं कृतः चेत् ग्राग् योग इयस् तस्मात् ग्राग् इयस् इति प्रातिपदिकं. सो द्रागीयान् पुल्लिङ्गः, द्रागीयसि स्त्रीलिङ्गः, द्रागीयः इति नपुंसकलिङ्गः. अस्तु, बहु समीचीनमस्ति. अग्रे अत्रापि दीर्घ इत्यस्य स्थाने द्रागी इति अस्ति, अत्रापि ईकारः उच्चारणार्थः खलु. द्रागी अस्ति सूत्रे, द्रागी सूत्रे तादृशमस्ति. तत्र बहिः इति समीकरिष्यामि. अस्तु, समीचीनं. तर्हि अग्रे शलभगिनी अग्रे. वृन्दारक योग इष्टं, तत्र वृन्द इति आदेश आगच्छति. सो वृन्दयोग इष्ट भवति वृन्दिष्ठ, वृन्दिष्ठ, वृन्दिष्ठा, वृन्दिष्ठम्. इयसु योजित्वा भवति वृन्दीय, पुल्लिङ्गे वृन्दीयान्, वृन्दीयसि, वृन्दीयः इति भवति. अस्तु, बहु समीचीनमस्ति. इति इति कार्याणि भवन्ति अनेन सूत्रेण. तर्हि अग्रे किं विद्या भगिनी अग्रे वदति वा? बहोर्लोपो भू च बहोः इति विशिष्टसूत्रमस्ति. अत्र बहु इत्यस्य स्थाने भू आदेशः भवति. यत्र इयसुन् अथवा इष्टन् प्रत्ययः आगच्छति, तर्हि अत्र बहुयोगः इयसुन् इति अस्ति. इयसुन् इत्यस्मिन् इयस् इति अवशिष्यते, बहु इत्यस्य स्थाने भू आदेशः. तर्हि अत्र भूयोगः, भूयोगः अत्र इयसुन् इत्यस्य स्थाने इष्ठन्, इष्ठन् न भवति अत्र, केवलम् इयसुन्. बहुयोगः इयसुन् इत्यस्मिन् अत्र बहु स्थाने भू आदेशः. अनन्तरम् अत्र इकारस्य लोपः. अत्र एकं तृतीय, कस्य तृतीयः प्रत्ययः अस्ति? त्रयः प्रत्ययाः सन्ति वस्तुतः. इयसून् इष्ठन् इति द्वौ प्रत्ययौ, तृतीयप्रत्ययः अस्ति इमनिच्. अनेन सूत्रेण इयसून् इत्यस्य दीर्घ ईकारलोपः, इमनिच् इत्यस्य ह्रस्व ईकारलोपः. अत्र इमनिच् इति प्रायः विरलतया उपयुज्यते. अस्तु भगिनि. हा अस्तु, तर्हि अत्र बहु स्थाने भू आदेशः, इयसुन् इत्यस्य दीर्घ इकारस्य लोपः. तर्हि भूयोगः यस्, भूयस् इति प्रातिपदिकं, पुल्लिङ्गे भूयान्, स्त्रीलिङ्गे भूयसि, नपुंसकलिङ्गे भूयः इति. इदानीम् अत्र इष्टस्य इच्छ इति सूत्रं, तर्हि इष्टस्य इच्च इति इट् आगमः भवति प्रत्ययस्य. तर्हि अत्र बहो लोपो भू च बहोः इत्यनेन अत्र भू आदेशः अपि भवति बहु इत्यस्य स्थाने. भूयोगः अत्र इट् इति आगमः, तत्र आद्यन्तौ टकितौ इत्यनेन प्रत्ययस्य आदौ आगच्छति. इट् इत्यस्मिन् टकारः इत्संज्ञकः, इकारः उच्चारणार्थः. तर्हि ययोगः इष्ट, भू इष्ट इति प्रातिपदिकं, भू इष्टः, भू इष्टा, भू इष्टम् इति त्रिषु लिङ्गेषु रूपाणि. अस्तु, बहु समीचीनमस्ति. तत्र सर्वं, तत्र समयस्य अभावे सर्वं न प्रदर्शितमस्ति, किन्तु सूत्राणि उपरि लिखितानि सर्वाणि यावत् अस्ति तत् सर्वं प्रदर्शितमस्ति. अत्र दीर्घसूत्रद्वयं प्रदर्शनमस्ति. अनन्तरं इत्युक्ते द्वितीयं, तृतीयं, चतुर्थं, पञ्चमं च सूत्रं स्वीकृतमस्ति एतावत् अद्य. अवशिष्टमस्ति प्रथमं सूत्रम्, अपि च अन्तिमसूत्रत्रयमस्ति. तत्र अनन्तरं लिखिष्यामि, ये द्रष्टुमिच्छन्ति ते द्रष्टुं शक्नुयुः. किन्तु नाम इत्युक्ते बहु किमपि अवशिष्टमिति नास्ति. अद्यतनवर्गे यावत् अस्ति तत् आधिक्येन पठितम्. इति कृत्वा स्थूलरूपेण सामान्यकार्यं किं विशिष्टकार्यं किम् इति, अपि च प्रयोगक्षेत्रम् अपि अस्माभिः दृष्टम्, इयुसून् इष्ठन् इति द्वयोः प्रत्ययोः. महोदय, एकः प्रश्नः अस्ति, वयं कथं जानीमः बहुयोगः इष्टन् इकारः उच्चारणार्थम् इति? बहिति वा बहुयोगः इष्टन् तत्र इकारः उच्चारणार्थम् इति भगिनी उक्तवती, वयं कथं जानीमः इकारः इष्टन् तत्र न अन्तिम अन्ते इति वा? न महोदय, बहुयोगः इष्टन् इष्टन् पदस्य इकारः उच्चारणार्थम् इति भगिनी उक्तवती इदानीं किल? न भगिनी न उक्तवती, तथा उक्तवती न, अत्र इकारः अस्ति एव, इष्ट न कथं कथम् उच्चारणार्थः अत्र अस्ति एव. अत्र यत् इति राजीवनियर् यत् इति कश्चन आगमः अस्ति, यत् अत्र लिखितमस्ति खलु, इष्टस्य यत् च यत् इति पश्यति वा, यत् अत्र यत् इति कश्चन आगमः अस्ति, अत्र टकारः आद्यन्तौ टकितौ इति सूत्रे इति सूत्रस्य कृते नाम तत्र पूर्वं टकितौ ट इति अस्ति इति कृत्वा यस्य आगमः तस्मात् पूर्वमस्ति इति कृत्वा इष्ठन् इति अस्य एव आगमः, इष्ठस्य यत् च इति सूत्रे तत्र षष्ठीविभक्तिः अस्ति खलु, इष्ठस्य यत् इष्टप्रत्ययस्य यत् आगमः, इष्टप्रत्ययात् पूर्वम् अथवा अनन्तरम् इत्यस्य सूचनार्थं तत्र टकारः अस्ति, आगमः तु यकारः, मध्ये यः इकारः अस्ति स च इकारः उच्चारणार्थम् अस्ति, न तु इष्ठन् इत्यस्य इकारस्य. बहुयोगः तत्र ईकार केन सूत्रेण लोपः भवति? बहु लोपः च भू च बहुब इष्टस्य यत् च इति सूत्रेण इकारस्य लोपः, तत्र अनुवृत्तिः द्रष्टव्या अस्ति इत्यादिकं. महोदय, किमिति अत्र प्रायः यत् यः अस्ति शब्दः अत्र इकारः उच्चारणार्थं नास्ति इति अहं चिन्तयामि. किमर्थम् इत्युक्ते अत्र पूर्वतनसूत्रमस्ति बहोर्लोपो भू च बहोः इत्यनेन अत्र वयं बहु इत्यस्य भू भवति, अपि च इष्ठ इत्यस्य इकारस्य लोपः अपि भवति तेन सूत्रेण. इदानीम् इष्ठस्य यट् इत्यनेन इष्ठशब्दात् पूर्वं आदेशः भवति, अतः अत्र तदपि इकारस्य लोपः इति भवितुमर्हति, द्रष्टव्यमस्ति तत्र इत्यनयोः लोपः जातः पूर्वं. काशिकायाम् उच्चारणार्थः इति दत्तमस्ति, लोपो अपवादः इडागमः तस्मिन् इकारः उच्चारणार्थः इति काशिकायाम् अस्ति वा? अस्तु, यत्किमपि भवतु, इति स्थूलज्ञानम् अस्माकं जातम् अस्ति. अस्तु, समयः अपि जातः, बहु समीचीनमस्ति, महोदय. तत्र स्थूलदूर इति सूत्रमस्ति किल, यणादिपरम् इति, तत्र बालरमा बालमनोरमा इति व्याख्यायां परम् इति शब्दं यणादि इत्यस्य विशेषणम् इति दत्तम्. अतः यः यण्वर्णः परे अस्ति तस्य एव लोपः भवति इति. अस्तु, यणादि इति विशेषणं परं, यणादि परम् इत्यत्र परम् इति यणादि इत्यस्य विशेषणम्, अतः तत्र कस्य यणः लोपः भवति इति चेत् तत्र परे स्थितस्य यणस्य इति. बुद्धम्. अस्तु, बहु समीचीनमस्ति, धन्यवादः तर्हि. अस्तु, तर्हि समापयामः, धन्यवादः सर्वेषां, नमो नमः. धन्यवादः महोदय, नमस्कारः. धन्यवादः महोदय, नमस्कारः.